पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 39 शेष उवाच निनदत्सुमृदङ्गेषु वीणानादेषु सर्वतः मुक्तो वाहस्ततो देव पुरं देवविनिर्मितं यत्र स्फटिककुड्यानां रजनाभिर्गृहानृणां हसन्ति बिम्भ्यं विमलं पर्वतं नागसेवितं राजधानि गृहाण्यत्र दृश्यन्ते प्रकृतेरपि विचित्रमणिसन्नद्धा नानामाणिक्यगोपुराः पद्मिन्यो यत्र लोकानां गेहे गेहे मनोहराः हरन्ति चित्तानि नृणां मुखपद्मकलेक्षिताः पद्मरागमणिर्यत्र गेहे गेहे सुभूमिषु बद्धः संलक्ष्य देविप्र तदोष्ठस्पर्धया नु किम् क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मितः कुर्वन्ति शङ्कां मेघस्य मयूराणां कलाभिनां हंसा यत्र नृणां गेहे स्फाटिकेषु नियन्त्रिताः कुर्वन्ति मेघान्नोभीधिं मानसं न स्मरन्ति च निरन्तरं शिवस्थाने ध्वस्तं चन्द्रिकया तमः शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणां तत्र वीरमणी राजा धार्मिकेष्वग्रणीर्महान् राज्यं करोति विपुलं सर्वभोगसमन्वितं तस्य पुत्रो महाशूरो नाम्ना रुक्माङ्गदो बली वनिताभिर्गदो रम्यदेहाभिः क्रीडितुं वनम् तासां मञ्जीरसं रावकङ्कणानां रवस्तथा मनोहरदिकामस्य किमन्यस्य कथात्र भोः वनं जगाम सुमहत्सुपुष्पनगसंयुधं सदाशिवकृतस्थानमृत्युष्कैर्विराजितम् चम्पका यत्र बहुश फुल्लकोरकशोभिताः कुर्वन्ति कामिनां तत्र हृच्छयार्तिं विलोकिताः चूताफलादिभिर्नम्रा मञ्जरीकोडिसंयुताः नागाः पुन्नागवृक्षाश्च शालास्तालास्तमालकाः कोकिलानां समारावा यत्र च श्रुतिगोचराः सदा मधुपच्छङ्कार गदनिद्रा सुमल्लिकाः दाडिमानां समूहाश्च कर्णिकारैः समन्विताः केतकी कानकी वन्यवृक्षराजि विराजिताः तस्मिन्वने प्रमदसंयुधचित्तवृत्तिर्गायन् कलं मधुरवाग्विचिकीर्षयोच्चैः उद्यत्कुजाभिरभितो वनिताभिरागाच्छोभानिधान वपुरुद्गदभिर्विवेश काश्चित्तं नृत्यविद्याभिस्तोषयन्ति स्म शोभनं काश्चिद्गानकलाभिश्च काश्चिद्वाक् चतुरोचितैः ब्रूसंज्ञया परा काश्चित्तोषया मासुरुन्मदाः परिरम्भण चातुर्यैस्तं हृष्टं विदधु स्त्रियः ताभिः पुष्पोच्चयं कृत्वा भूषयामास तास्त्रियः वाण्या कोमलया शंसन् रेमे कामवपुर्धरः एवं प्रवृत्ते समये राजराजस्य धीमदः प्रायः तद्वनदेशं स हयः परमशोभनः तं स्वर्णपत्ररचितैकललाडदेशं गङ्गासमं कुसृणकुङ्कुम पिञ्जराङ्गं कृत्यासमं पवनवेगतिरस्करिण्या दृष्ट्वा स्त्रियः परमकौतुकधामदेहम् ऊजुःपदिं कमलमध्यपिशङ्गवर्णा स्त्राम्राधरप्रतिभया कदविद्रुमाभाः दन्तव्रजः प्रमितहास्यसुशोभिवक्त्राः कामस्य बाणनयनादिविमोहनाभाः स्त्रिय ऊचुः कान्दकोऽयं महानर्वास्वर्णपत्रैकशोभितः कस्य वा भादिशोभाढ्यो गृहाणस्वबलादिमं शेष उवाच तदुक्तं वच आकर्ण्य लीला लालितलोचनः जग्राह हयमेकेन करपद्मेन लीलया वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितं जहास महिला मध्ये जगादवचनं पुनः रुक्माङ्गद उवाच पृथिव्यां नास्ति मे पित्रा समशौर्येण च श्रिया तस्मिन् कथं विधत्ते स उत्सेकं रामभूमिपः यस्य रक्षां प्रकुरुते सदा रुद्रपिनाकदृक यं देवादानवायक्षा नमन्ति मणिमौलिभिः कुरुदाद्वाजिमेधं वै जनको मे महाबलः यात्वेष वाजिशालायां बध्नं तु मम वै भटाः इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः प्रहर्षवदना जादा कान्तं तु परिरेभिरे गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान् पुरं पत्नी समायुक्तो महोत्साहमवीविशद मृदङ्गध्वनिषु प्रोच्चैराहतेषु समन्ततः बिन्दिभिः संस्तुतप्रागात् स्वपितुर्मन्दिरं महद तस्मै स कथयामास हयं नीदं रघोः पदेहे वाजिमेधाय निर्मुक्तं स्वच्छन्दगतिमद्भुतं रक्षितं शत्रुसूदेन महाबलसमेदिना तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान् नादिप्रशंसयामास तत्कर्म सुमहामतिः नीत्वा पुनः समायान्तं चौरस्येव विचेष्टितं कथयामास जामात्रे शिवायाद्भुतकर्मणे अर्धाङ्गनाधरायाङ्गभूषाय चन्द्रधारिणे तेन सम्मन्त्रयामास नृपो वीरमणिर्महान् पुत्रसृष्टं महत्कर्म विनिन्द्यं महदां मदः शिव उवाच राजन्पुत्रेण भवदः कृतं कर्म महाद्भुतं यो जहार महावाहं रामचन्द्रस्य धीमदः अद्य युद्धं महद्भादि सुरासुरविमोहनम् शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा मया यो ध्रियते स्वान्दे जिह्वया प्रोच्यते हि यः तस्य रामस्य यज्ञाङ्गं जहार तव पुत्रकः परमत्र मल्लाभो भविष्यति तरां व्रणे यद्रामचरणां भोजं द्रक्ष्यामस्वीय सेवितम् अत्र यत्नो महान् कार्यो हयस्य परिरक्षणे नयिष्यन्ति बलाद्वाहं मया रक्षितमप्यमुं तस्मादिमं महाराज राज्येन सह सन्नदः वाजिनं भोजनं दत्त्वा प्रेक्षस्वाङ्घ्रियुगं ततः इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः उवाच तं सुरेन्द्रादिवन्द्यपादाम्बुजद्वयं वीरमणिरुवाच क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणं तदसौ क्रान्तुमुद्युक्तक्रतुना हयसंज्ञिना तस्माद्रक्ष्यस्वप्रतापो येन केनापि मानिना यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा सर्वं कृतं सुदेनेदं गृहीतोऽश्वपुनर्यदः कोपितं रामभूपालं समयार्हं कुरु प्रभो क्षत्रियाणामिदं कर्म कर्तव्यार्हं भवेन्न हि यत कस्माद्रिपोः पादौ प्रणमेत् भयविह्वलः रिपवो विहसंत्येनं कादरोऽयं नृपाधमः शूद्र प्राकृतवन्नीचो नतवान् भयविह्वलः तस्मात् भवान्यथा योग्यं योद्धव्ये समुपस्थिते यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणं शेष उवाच इति वाक्यं समाकर्ण्य चन्द्रचूडो वदध्वजः प्रहसन्मेघगम्भीरवाण्या सम्मोहयन्मनः यदि देवास्त्रयस्त्रिंशत्कोडयः समुपस्थितः तथापि त्वत्थ केनाश्वो गृह्यते मम रक्षितुः यदि रामसमागत्य स्वात्मानं दर्शयिष्यति तदाहं चरणौ तस्य प्रणमामि सुकोमलौ स्वामिना न हि योद्धव्यं महान् नय उच्यते अन्ये वीरास्तृणप्राया किञ्चित् कर्तुं न वै क्षमाः तस्माद्युध्यस्वराजेन्द्ररक्षके मयि सुस्थिते को गृह्णादिबलाद्वाहं त्रिलोकी यदि सङ्गदा शेष उवाच यतद्वचः परं श्रुत्वा चन्द्रचूडस्य भूमिपः जहर्ष मानस्येत्यन्तं युद्धकर्मणि कौतुकी इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणिपुत्रेण हयग्रहणं नाम एकोनचत्वारिंशत्तमोऽध्यायः ॐ